अस्तु, तर्हि गतसप्ताहे वयं कालस्य विषये किञ्चित् पठनस्य आरम्भं कृतवन्तः. अत्र गृहपाठरूपेण किञ्चित् पूर्वं यद्वयं ज्ञानं विषयता विशेष्यता एतत् सर्वं परिशीलितवन्तः, तत् किञ्चित् पठतु इति गृहपाठमासीत्, प्रायः पठितवन्तः स्यात्. तर्हि रामप्रिया भगिनी किञ्चित् तस्मिन् विषये वक्तुं शक्नोति वा, तत्र विशेष्यता विषयता विशेषतायाः विषयता विषयिता अपि च विषयतायाः प्रभेदत्रयं तस्मिन् विषये किञ्चित् अस्माकं स्मारयतु. आं भगिनि, आं भगिनि. प्रथमं तु अयं घटः इति ज्ञानं भवति. एतद् ज्ञानं विषयतासम्बन्धेन घटे वर्तते. तत्र घटः इति विषयः अस्ति, घटे विषयता अस्ति. विषयः अस्य अस्ति इति ज्ञानं विषयी अस्ति, ज्ञाने विषयिता अस्ति. घटस्य ज्ञानेन यः सम्बन्धः अस्ति तत् विषयितासम्बन्धः इति उच्यते. तत्र यदा ज्ञानं कीदृशम् इत्युक्ते घटनिष्ठविषयतानिरूपकं ज्ञानम् इति. घटनिष्ठविषयतानिरूपकविषयिता आश्रयः खलु ज्ञानं, विषयता आश्रयः ज्ञानम् इति ज्ञानस्य निरूपकं. यदा भूतलं घटवत् इति स्वीकुर्मः चेत् तत्र त्रिविधः विषयताः सन्ति इति वक्तुं शक्नुमः. कीदृशं विषयताः संयोगः प्रथमं संयोगः, तत्तु घटभूतलयोः सम्बन्धः संयोगः प्रथमविषयता. द्वितीयम् अस्ति विशेष्यं, तत्तु भूतले अस्ति. भूतले संयोगेन विद्यमानः घटः तत्तु विशेषणम् अस्ति. यदा सर्वासां प्रमाणं विषयता इति वदामः चेत् विशेषविशेषणं न ज्ञायते. ततः विषयता विशेषणे अस्ति, विद्यमानः अस्ति, तद् प्रकारता अस्ति. विशेषणे इत्युक्ते घटे संयोगे विद्यमानप्रभा एतद् विषयता अस्ति, तत्तु संसर्गता अस्ति. विशेष्ये भूतले विद्यमाना ये विषयता अस्ति तद् विशेष्यता अस्ति. सामान्यसंज्ञा अस्ति विषयता, विशेषसंज्ञा अस्ति प्रकारता संसर्गता विशेष्यता. अति उत्तममस्ति भगिनि, तावदेव अस्ति. तत्र वयं तत्र प्रभा इति उक्तवन्तः खलु, तर्हि तत्र विषयता इति प्रभा अस्ति चेत् तत्र तिस्रः किरणः आगच्छन्ति तस्मात् इति कृत्वा तत्र प्रत्येकं किरणस्य नाम अपि दत्तमस्ति. तत्र भूतलम् इति प्रथमकिरणः यदस्ति तस्मिन् विशेष्यता, अपि च संयोगः इति तत्र भूतलघटमध्ये यः सम्बन्धः अस्ति तस्मिन् संसर्गता, अपि च तत्र विशेषणं घटः यः अस्ति तस्मिन् प्रकारता इति प्रभात्रयम् इति वयम् उक्तवन्तः. तर्हि तत्र अस्माकं बृहत् वाक्यम् अपि आसीत् अत्र, तत्र निरूपनिरूप्यकभाव वाक्यमासीत्. तत्र घटनिष्ठप्रकारतानिरूपितप्रकारिताश्रयः संयोगनिष्ठसंसर्गितानिरूपितसंसर्गतानिरूपितसंसर्गिताश्रयः भूतलनिष्ठविशेषतानिरूपितविशेष्यताश्रयः ज्ञानम् इति अपि वयं तत्र पठितवन्तः पूर्वं केवलं स्मरणार्थं प्रायः सर्वे स्मरन्ति इति मन्ये. अस्तु, इदानीं हरि ओम्. हा, इदानीम् अत्र अस्माकं बृहत् वाक्यम् आसीत् खलु, तत्र अर्थात् तत्र अस्तु एवं कुर्मः, सङ्ग्रहे व्यवहारः इति अस्ति खलु, तस्मात् किञ्चित् पठामः. तर्हि भगिनी भवती एव पठतु. आं भगिनि, सङ्ग्रहे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति. एकत्र सम्यक् अवगमने सर्वत्र तैः एव रीत्या चिन्तनं सुकरं. तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इति अर्थः. यथा केनचिद् उक्तं घटः अतीत इति, तादृशभाषणं श्रुत्वा श्रोतुः अतीतघटविषयकं ज्ञानम् उत्पद्यते. अर्थात् घटनिष्ठविशेष्यतानिरूपकम् अतीत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् उत्पद्यते. अतः तथाविधज्ञानं प्रति शब्दप्रयोगः कारणं. तादृशश्च शब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य न कर्तुं शक्यः इति तं प्रति कारणत्वम् एव कालस्य लक्षणम्. अत्र सङ्ग्रहे इत्युक्ते तर्कसङ्ग्रहे इति अस्मिन् पुस्तके या ग्रन्थे व्यवहारम् इति एकं पदमस्ति, तदेव लक्षणवाक्यमस्ति. कालः अतीतादिव्यवहारहेतुः कालः इति लक्षणवाक्ये व्यवहारम् इति एकं पदम् अस्ति. तद् अन्यापि अष्टौ लक्षणानि कथम् अत्रापि उपयोगं भवति इति. एकत्र सम्यक् अवगमने सर्व अन्यलक्षणवाक्येषु अपि तस्य उपयोगं तस्य पदस्य उपयोगं भवति भवति. एकत्र सम्यक् अवगमने सर्वत्र तैः एव रीत्या चिन्तनं सुकरं. यदा अत्र सम्यक् अवगम व्यवहार इति शब्दस्य सम्यक् अवगम्यते चेत् सर्वत्रापि सुकरं भवति, सुलभं भवति इति. व्यवहारपदस्य अर्थः अस्ति ज्ञानजनकशब्दप्रयोगः इति. यदा शब्दः प्रयुक्तुं प्रयोगं करोमि चेत् तस्य ज्ञानजनकं भवति इति. यथा केनचिद् युक्तं घटः अतीत इति, तादृशभाषणं श्रुत्वा श्रोतुः अतीतघटविषयकं ज्ञानम् उत्पद्यते. यदा घटः अतीत इति वयं वदामः चेत् श्रोतुः अतीतघटविषयकं तद् भूतकाले अस्ति इति घटस्य विषये ज्ञानम् उत्पद्यते. तत्रैव अर्थात् घटनिष्ठविशेष्यतानिरूपकम् अतीत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् उत्पद्यते. तदेव अतीतत्व तदेव चित्रे अस्ति इति मन्ये. घटनिष्ठत्र घटः अतीतः इति वाक्यम् अस्ति चेत् तत्र विशेष्यं किं विशेषणं किं घटः विशेष्यम् अतीतं अतीतः विशेषणवाचकपदम् आम् अतीतत्वं विशेषणम् अति उत्तमं तदेव. तत्र यदा वयं उन्नतः बालकः इति पठितवन्तः अत्र औन्नत्यम् इति विशेषणम् उन्नतः इति विशेषणवाचकपदम् इति वयं पूर्वं पठितवन्तः तत्र विशेषणविशेष्य विषये यदा अस्माकं पठनम् अभवत्. तर्हि अत्रापि अतीतत्वम् इति विशेषणं घटः इति विषयः अस्ति. तर्हि तत्र अतीतः इति विशेषणवाचकपदं विशेषणं सूचयति तत्. तर्हि इदानीं भवती उक्तवती खलु तत्र प्रकारता अपि च विशेष्यता इति. तर्हि तत्र घट अस्माकं पूर्वतन उदाहरणम् आसीत् भूतलं घटवत् इति. तत्र विषयः कः विशेषणं किं भूतलं घटवत् अत्र तु विशेषणम् अस्ति घटः विशेष्यम् अस्ति भूतलं घटे विशेषणमस्ति भूतले विशेष्य पुनः वदतु विशेषणमस्ति घटः विशेष्यमस्ति भूतलं. हा उत्तमं. तर्हि घटः आसीत् विशेषणं भूतलविशेष्यं. तर्हि तत्र भूतले विशेष्यता घटे प्रकारता इति वयं पूर्वं दृष्टवन्तः. तर्हि अत्र घटः अतीतत्वम् इति स्थले घटे अस्ति विशेष्यता अतीतत्वे अस्ति प्रकारता. तर्हि तत्र हरि ओम् अस्तु. यत्र विशेष्यं तत्र ज्ञाने विषयिता अस्ति विषये विषयता अस्ति विषयता तत्र पुनः तिस्रः विषयताः सन्ति. तत्र प्रकारता इति विशेषणं यदस्ति तस्मिन् प्रकारता अस्ति विशेष्ये विशेष्यता अस्ति इति वयं दृष्टवन्तः. तर्हि इदानीम् अत्र घटः अतीतः इति स्थले घटः इति विशेष्यम् अतीतत्वम् इति विशेषणं. तर्हि घटे विशेष्यता अस्ति अतीतत्वे प्रकारता अस्ति. यथा भवती उक्तवती तत्र चित्रे वामभागे यदस्ति तदेव अस्ति घटः घटे विशेष्यता अस्ति अपि च अतीतत्वमपि अस्ति अतीतत्वे प्रकारता अस्ति. इदानीं विशेषता अपि च प्रकारता ताभ्यां निरूपकं भवति ज्ञानम्. तर्हि तत्र घटनिष्ठविशेष्यतानिरूपकम् अपि च अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानं भवति. अग्रे पठतु भगिनि. अतः तदाविधज्ञानं प्रति शब्दप्रयोगः कारणम् तदाविधज्ञानं शब्दप्रयोगः ज्ञानस्य कारणम् इति. तादृशश्च शब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य न कर्तुं शक्यः इति तं प्रति कारणत्वम् एव कालस्य लक्षणम्. तादृशश्च शब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य न कर्तुं शक्यः तद् किं भगिनि अस्वीकृत्य. तर्हि तत्र ज्ञानम् इति कार्यमस्ति. ज्ञानम् इति कार्यं प्रति शब्दप्रयोगः कारणं भवति. इत्युक्ते तत्र अतीतः कालः इति यदा शब्दप्रयोगं भवति तदा एव ज्ञानम् आगच्छति खलु. तर्हि तत्र तादृशशब्दप्रयोगः विना तत्र घटविषयः ज्ञानः न भवति एव. तर्हि तादृशज्ञानं प्रति ज्ञानमिति कार्यमस्ति. ज्ञानम् इति कार्यमस्ति इति तत्र ज्ञाने कार्यता अस्ति. तादृशज्ञानं प्रति शब्दप्रयोगः कारणं भवति इति यदा वयं वदामः तत्र शब्दप्रयोगः इति तत्र अतीतः कालः क्षम्यताम् अतीतः घटः इति शब्दप्रयोगः तु यदा वक्तुं शक्नुमः कदा वक्तुं शक्नुमः यदा तत्र कालः इति किमपि द्रव्यम् अस्ति चेदेव तत्र कालः इति द्रव्यं नास्ति चेत् तत्र अतीतः अथवा भविष्यति अथवा इदानीं वर्तते इति एतादृशेषु प्रयोगेषु तत्र किमपि अर्थः न स्यात् खलु तर्हि तत्र यदा तादृशशब्दप्रयोगः भवति चेत् तस्मिन् अर्थः अपि यदा भवति तत्र तदा भवति यदा तत्र कालः इति किमपि द्रव्यम् अस्ति चेदेव तर्हि तत्र तदर्थमेव कालः इति तत्र तादृशशब्दप्रयोगं प्रति कारणं भवति तादृशशब्दप्रयोगम् इति कार्यं कार्यमित्युक्ते जन्यं तादृशशब्दप्रयोगस्य जन्यं भवति यदा कालः इति किमपि द्रव्यं जनकः अस्ति चेदेव तर्हि तत्र तदेव तत्र व्यवहारः इति तर्हि तत्र कालः इति द्रव्यं तत्र तादृश अतीतः घटः अथवा घटः अस्ति घटः भविष्यति इत्यादिषु शब्दप्रयोगेषु तत्र अर्थः तत्र कालेन भवति इति कारणात् तत्र व्यवहारहेतुः इत्युक्ते तत्र तादृश शब्दप्रयोगः ज्ञानं जनयति कालः इति द्रव्यम् अस्ति चेदेव तर्हि तदर्थं कालः इति कारणं भवति शब्दप्रयोगं प्रति शब्दप्रयोगमिति कार्यम् शब्दप्रयोगः इति पुनः कारणं भवति ज्ञानं प्रति ज्ञानमिति कार्यं कीदृशं ज्ञानम् इत्युक्ते अतीतत्वनिष्ठ विशेषतानिरूपित क्षम्यतां प्रकारतानिरूपित घटत्वनिष्ठविशेष्यतानिरूपित ज्ञानम् एतावत्पर्यन्तं स्पष्टं किमपि प्रश्नः अस्ति वा स्पष्टं उत्तमं तर्हि चित्रे यद् अस्ति तत् तस्य वाक्यमपि एकवारं वदति वा भगिनि तत्र चित्रं दृष्ट्वा घटनिष्ठविशेष्यतानिरूपकज्ञानं प्रकार अतीतत्व निष्ठप्रकारतानिरूपकज्ञानं ज्ञाने कार्यता अस्ति ज्ञाने कार्यता अस्ति चेत् कथं वदामः ज्ञाननिष्ठकार्यता निरूपककारणता आश्रयः निरूपित आश्रयता आश्रयः शब्दप्रयोगः पुनः वदतु एकक्षणं क्षम्यतां ज्ञाननिष्ठकार्यता निरूपित कार्यता निरूपितकारणताश्रयः शब्दप्रयोगः शब्दप्रयोगनिष्ठकार्यतानिरूपित कारणताश्रयः कालः उत्तमम् अस्तु तर्हि अग्रे सरामः बालसुब्रह्मण्यं महोदय भवान् पठति वा किञ्चित् काललक्षणे अवच्छेद्य अवच्छेदकभावः प्रकारत्वविशेष्यत्वस्थले अपि सर्वत्र अवच्छेद्य अवच्छेदकभावः ज्ञातव्यः तथा च अतीतत्वं प्रकारः चेत् अतीतत्वे प्रकारता प्रकारतावच्छेदकं प्रकारता अवच्छेदकं तद्वृत्तिधर्मः अतीतत्वम् अस्तु महोदय एतावत्पर्यन्तं वदतु किञ्चित् शनैः गच्छामः अतः जाटिल्यं भवति जाटिल्यं भवति प्रकारत्वविशेष्यत्वस्थले अपि विशेष्यत्वप्रकारत्वविशेष्यत्वस्थले अपि सर्वत्र अवच्छेद्य अवच्छेदक अभावः ज्ञातव्यः. सो अत्र अपि प्रकारत्वविशेषत्व प्रकारत्वविशेषत्व इत्युक्ते किम्? प्रकारत्वम् इति अथवा प्रकारत्वं कुत्र अस्ति, विशेषत्वं कुत्र? विशेषत्वं विशेषे अस्ति धर्मः. विशेषे इत्युक्ते कियत् कुत्र? विशेषत्वं विशेष्यः तत्र अस्ति. हा, अस्मिन् उदाहरणे कुत्र अस्ति? अस्मिन् उदाहरणे कुत्र अस्ति? विशेषत्वं विशेष्ये अस्ति सत्यम्. घटे अस्ति विशेष्यथा विशेष्य किल महोदय? घटे विशेषता अस्ति, तर्हि विशेष्यत्वं विशेष्यत्वं विशेष्यं हा विशेष्यं किम् अस्ति? विशेष्यम् अस्ति विशेष्यं प्रभावि भूतलमिति भूतलमस्ति न किं भगिनि? पृष्टवेणी. हा हा, वदतु किम् उक्तवती? भूतले भूतले अस्ति. अस्मिन् उदाहरणे भूतलं कुत्र अस्ति भगिनि? घटः अतीतः? न, घटः अतीतः इति अस्माकं प्रसङ्गः अस्ति इदानीं. तत्र भूतलं कुत्र, कस्मात् आगतम्? अस्मिन् उदाहरणे मम पुस्तकं नास्ति, पुस्तकं इण्टर्नेट् कनेक्षन् नास्ति, ड्रैव् ऐ मीन् यान कालयानं अस्मि. हा सत्यं, तत् भवतु, परन्तु इदानीम् अस्माकम् उदाहरणमस्ति अतीतः घटः इति. अत्र भूतलं कुत्र अस्ति इति मम प्रश्नः. तर्हि अतीतः घटः इति तत्र विशेष्य न एकक्षणं भगिनि, तत्र प्रश्नः शृणोतु प्रथमम्. अतीतः घटः इति अस्ति चेत् तत्र विशेष्यता क्षम्यतां विशेष्यः कः इति प्रश्नः. हा विशेष्यः घटः अतीतत्वं विशेषणं सत्यं. तर्हि तत्र इदानीं वदतु प्रकारत्वं कुत्र अस्ति, विशेष्यत्वं कुत्र अस्ति? हा वदतु भगिनि. अतीतत्वं घटे अस्ति, अतीतत्वं विशेषणः. न, प्रश्नः इदानीं प्रकारत्वं कुत्र अस्ति, विशेष्यत्वं कुत्र अस्ति? प्रकारत्वं घटे अस्ति. घटः न घटे विशेष घटः विशेष्यः घटे विशेष्यत्वम् अस्ति इति इदानीमेव उक्तवती खलु. तर्हि प्रकारत्वमपि घटे विशेषत्वमपि घटे वा? प्रकारत्वं विशेषणः सत्यं. इदानीं विशेषणं किम्? विशेषणं प्रकारत्वं न प्रकारत्वं एकक्षणं प्रकारत्वं विशेषणे अस्ति सत्यं. विशेषणं किम् अस्मिन् वाक्ये, अतीतः घटः इति वाक्ये विशेषणं किं, विशेष्यं किम्? विशेषणः अतीतः, घटः विशेषः. विशेषणं किं पुनः वदतु? घटः घटः विशेषणं घटः विशेष्यं द्वयमपि घटः घटः एव घटः विशेषं विशेषणः अतीतः विशेषणं वा? अस्तु बालसुब्रह्मण्यं महोदय भवान् किं चिन्तयति? घटः विशेष्यः अतीतत्वं विशेषणः अतीतत्वम् आम् अस्ति अतीतत्वं विशेषणः अतीतत्वं विशेषणं तर्हि अतीतः किम् अतीतः इति विशेषणं अतीतः घटः भगिनी एकक्षणं शृणोतु किञ्चित् एकक्षणं क्षम्यताम् अतीतः कः महोदय पुनः वदतु विशेषणवाचकपदम् उत्तमं तर्हि भगिनी शृणोतु तत्र अतीतः घटः इति यदा अस्ति अत्र अतीतः इति विशेषणवाचकपदम् अतीतत्वम् इति यः भावः अस्ति अतीते तदस्ति विशेषणं वस्तुतया तादृशविशेषणे अस्ति प्रकारता अथवा प्रकारत्वम् अवगतम् उत्तमम् हा तर्हि इदानीं प्रकारत्वविशेषत्वस्थले अपि इत्युक्ते यदा वयं प्रकारता विशेषता इति तदा वदामः तत्रापि अवच्छेद्य अवच्छेदकभावः भवति तत् किम् इति अग्रे पश्यामः तर्हि हा अग्रिमवाक्यं वदतु महोदय तथा च अतीतत्वं प्रकारः चेत् अतीतत्वे प्रकारता प्रकारता अवच्छेदकं तद् वृत्तिः धर्मः अतीतत्वम् इति वदतु महोदय तथा अतीतत्वं प्रकारः चेत् अतीतत्वे प्रकारता अतीतत्वे प्रकारता तथा चेत् अतीतत्वं प्रकारः अतीतत्वे प्रकारता अतीतत्वं प्रकारः इत्युक्ते किं भवान् स्वस्य शब्दैः किञ्चित् वदतु तत्र पुनः तत्र यत् पुस्तके अस्ति तत् पुनः पठामः तदेव पुनः वदति चेत् न कोऽपि लाभः खलु अतीतत्वं प्रकारः इति चेत् धर्मः प्रकारः इति धर्मः नास्ति खलु प्रकारता इति धर्मः प्रकारः इति तत्र विषयः प्रकारता अतीतत्वं न महोदय एकक्षणं अतीतत्वम् इति प्रकारः अतीतत्वम् इति प्रकारः भवति चेत् तत्र प्रकारे किम् अस्ति तस्मिन् भावः अस्ति प्रकारता प्रकारता अस्ति इदानीं प्रकारः कः क्षम्यतां महोदय पुनः इदानीं न इदानीं प्रकारता इति भावः प्रकारे अस्ति प्रकारः इति विषयः अस्ति तस्मिन् प्रकारता इति तस्य भावः अस्ति सत्यं यदा तत्र गन्धवत्वम् इति वयं गन्धत्वम् इति वयं दृष्टवन्तः खलु गन्धत्वं गन्धे अस्ति इति वयं पूर्वं दृष्टवन्तः तथैव अत्र अत्रापि प्रकारता तत्र त्वं तल् इति तत्र समानप्रत्ययः तदपि वयं पूर्वं दृष्टवन्तः तर्हि प्रकारता इति प्रकारे अस्ति सत्यं प्रकारः प्रकारः इति विषयः तस्य भावः अस्ति प्रकारता तर्हि इदा अत्र प्रकारः कः प्रकारः इति तत् वाक्यं पुनः पठतु तथा च तत् पुनः पठतु अतीतत्वं प्रकारः चेत् न एकक्षणं तथा च अतीतत्वं प्रकारः चेत् इति अस्ति खलु तर्हि प्रकारः कः प्रकारः इति अतिथित्वम् अतिथित्वे अस्ति न न प्रकारः कः हा पुनः भगिनी वदतु भगिनि प्रकारः अतीतत्वं अतीतत्वे प्रकारता अस्ति उत्तमम् उत्तमं तर्हि तथा च अतीतत्वं प्रकारः चेत् इत्युक्ते अतीतत्वं प्रकारः यदा अतीतत्वं प्रकारः अस्ति तदा अतीतत्वे प्रकारता अस्ति न नास्ति चिन्ता महोदय तत्र अस्माकं लक्ष्यमस्ति अवगमनं तावदेव अतीतत्वे प्रकारता अतीतत्वे प्रकारता इदानीं प्रकारता अवच्छेदकं तद्वृत्तिधर्मः अतीतत्वम् इत्युक्ते किम् अवच्छेदकम् इत्युक्ते किं प्रथमं वदतु अवच्छेदकम् इति पृथक्त्वं भवतः हेतुः अवच्छेदकं पुनः वदतु अवच्छेदकमिति पृथक् पृथक्त्वं उत्तमम् उत्तमं पृथक् तत्र अवच्छेदकम् अवच्छेदकं कुर्मः चेत् तेन भिद्यते खलु तेन पृथक् भवति तर्हि इदानीं तत्र यद् अप्रकारता अतीतत्वे अस्ति तत् अन्यप्रकारतयेषु तत्र भिन्नः इति क्षम्यताम् अन्यप्रकारतासु भिन्नः इति कथं वदामः तत्कृते किमपि अवच्छेदकधर्मः आवश्यकः खलु यथा घटत्व घटत्वं तत्र अवच्छेदकधर्मः इति वयं पूर्वं पठितवन्तः घटत्व अवच्छिन्न किमपि तत्र प्रतियोगी वा अथवा तत्र आदेयता इति किमपि वयं दृष्टवन्तः तथा इदानीं प्रकारता इति स्वीकुर्मः चेत् तत् केन अवच्छिन्ना भवति इति प्रश्नः तद्वृत्तिधर्मः अत्र तद् इत्युक्ते अतीतत्वं न तद् इत्युक्ते तत्र तद्वृत्तिधर्मः इति तद् इत्युक्ते अतीतत्वम् तद्वृत्तिधर्मः इत्युक्ते एकक्षणं क्षम्यतां तद्वृत्तिधर्मः इत्युक्ते अतीतत्वे विद्यमानधर्मः तद् इत्युक्ते अत्र अतीतत्वम् उत्तमं तर्हि तत्र तस्मिन् विद्यमानधर्मः अस्ति अतीतत्वम् अवगतम् अग्रे पठतु महोदय घटे विशेष्यता विशेष्यता अवच्छेदकं घटत्वम् इत्युक्ते किं घटे विशेष्यता सो विशेष्यता घटे अस्ति घटे विशेष्यता विशेष्यता एतद् विशेष्यता अवच्छेदकं घटत्वम् घटत्वं कुत्र अस्ति घटत्वं घटे अस्ति विशेषता अवच्छेदकम् अस्ति विशेषता कुत्र अस्ति विशेष्यता विशेष्य अस्ति घटे अस्ति घटे अस्ति उत्तमं तर्हि इदानीं घटे विद्यमाना विशेष्यता घटत्वेन अवच्छिन्ना भवति इदानीम् एवं कुर्मः तत्र कागदं स्वीकुर्वन्तु तत्र चित्रं रचयामः नो चेत् तत्र भ्रमः एव भवति निश्चयेन तत्र इदानीं प्रथमं तत्र अतीतत्वं अतीतत्वे अतीतत्वम् अतीतत्वनिच् अवच्छिन्नप्रकारता तथैव घटे घटत्वम् अपि च विशेष्यता घटत्व अवच्छिन्नविशेष्यता. इति लिखन्तु, नो चेत् अत्र निश्चयेन भ्रमः भवति. कृपया पुनः एकवारं वदतु महोदय. अतीतत्वम् अतीतत्वम् अतीतत्वे किं किम् अस्ति? अतीतत्वे प्रकारता अस्ति. अतीतत्वम् उत्तमम्. अतीतत्वम् तर्हि अस्ति, घटत्वम् अस्ति, घटे घटत्वम् अस्ति, सत्यम्. न भगिनी, न घटे घटत्वम् अस्ति, अतीतत्वम् अतीतत्वत्वम् अतीतत्वे अस्ति. घटनिष्ठघटत्व अवच्छिन्ना विशेष्यता, अतीतत्वनिष्ठ अतीतत्वत्व अवच्छिन्ना प्रकारता. महोदय एकवारं एकक्षणम्, एतत् सर्वम् अहं तत्र एकवारं वदामि. तत्र एवं कुर्मः, तत्र अनन्तरं गृहपाठरूपेण भवन्तः लिखित्वा आगच्छन्तु. भगिनि, अहं लेखितुं न कर्तुं न शक्नोमि. इदानीं कागदं स्वीकृत्य रचयामः. अपि च तत्र इदानीं लेखितुं न शक्नोति चेत् गृहपाठरूपेण करोतु महो भगिनि. अस्तु, हा अग्रे अपर्णा भगिनी अग्रे पठति वा? घटे इति आरम्भे तादृशप्रकारता विशेष्यतायोः निरूपकं ज्ञानम् अतीतो घटः इति. तादृशज्ञानजनकः यदि शब्दप्रयोगः, तर्हि ज्ञानं जन्यं, जन्यता ज्ञाने, जन्यता अवच्छेदकं ज्ञानत्वं, तादृशज्ञानत्व अवच्छिन्नजन्यतानिरूपितजनकता शब्दप्रयोगे जनकता अवच्छेदकं शब्दप्रयोगत्वं, तत् अवच्छिन्नजनकताश्रयः यः शब्दप्रयोगः सः कालं विना न सम्भवति इति कालः तस्य जनकः, तन्निरूपितजन्यता अपि शब्दप्रयोगे इति एकत्रैव शब्दप्रयोगे ज्ञाननिष्ठ कार्यतानिरूपितकारणता वर्तते. एवं कालनिष्ठकारणतानिरूपितकार्यता अपि वर्तते. एतत्तु तत्र कण्ठशः पश्यामः भगिनी, तत्र चित्ररूपेण वदति चेत् किञ्चित् सौलभ्यम् अस्ति. अत्र चित्रपटे प्रथमतया ज्ञानम् अस्ति, ज्ञाने कार्यता अस्ति. तद् वयं पूर्वं भगिनी यदा उक्तं, यतोहि ज्ञानं घटः अतीतः इति ज्ञानं यदस्ति तत् कार्यमस्ति, शब्दप्रयोगः कारणः इति अत्र अस्ति. अत्र प्रथमतया तादृशप्रकारताविशेष्यतयोः, यत्र अतीतत्वे प्रकारता अस्ति, घटे विशेषता अस्ति, एतेन यत् ज्ञानं भवति, यज्ज्ञानं निरूपितः अस्ति, निरूपकं ज्ञानम् अतीतः घटः इति, तादृशज्ञानः यत् अस्ति तज्जन्यः भवति, शब्दप्रयोगः जनकः भवति. तादृशज्ञानं जन्यम् इत्युक्ते कार्यं, जनकः इत्युक्ते कारणं. सो तर्हि अत्र ज्ञानं जन्यमस्ति शब्दप्रयोगेन ओ घटः अतीतः इति यत् ज्ञानम् अस्ति तद् शब्दप्रयोगः कारणं जनकः अस्ति इति कृत्वा ज्ञाने जन्यता अस्ति यतोहि ज्ञानं जन्यः अस्ति ज्ञाने जन्यता अस्ति वयम् अधुना एव पश्यामः यत् जन्यता अस्ति तत् ज्ञानत्वम् अवच्छेदकम् अस्ति यतोहि धर्मः ज्ञाने धर्मः यदस्ति तद् विद्यमानः धर्मः ज्ञानत्वम् अस्ति यत् जन्यः अस्ति ज्ञानं तस्य अवच्छेदकं भवति ज्ञानत्वं तादृश अवच्छेदकं ज्ञानत्वं यदस्ति तेन अवच्छिन्न जन्यता यद् ज्ञानत्वेन अवच्छिन्न एतद् ज्ञानं एतद् जन्यता यदस्ति तेन निरूपित अत्र जनकः अस्ति शब्दप्रयोगः खलु जन्यता निरूपित अत्रापि निरूपकनिरूपितभावः अस्ति निरूप्यनिरूपकभावः जन्यता निरूपितजनकता अस्ति शब्दप्रयोगे यतोहि शब्दप्रयोगः जनकः शब्दप्रयोगे जनकता अस्ति जन्यता जन्यत्वेन निरूपितः जनकता अस्ति शब्दप्रयोगे यज्जनकता अस्ति शब्दप्रयोगे विद्यमानधर्मः अस्ति शब्दप्रयोगत्वं शब्दप्रयोगत्वं भवति शब्दप्रयोगस्य जनकता इत्यस्य अवच्छेदकं शब्दप्रयोगे जनकता अवच्छेदकं शब्दप्रयोगत्वं यत् अवच्छेदकमस्ति तेन अवच्छिन्न धर्मः अस्ति जनकता यत् शब्दप्रयोगे अस्ति शब्दप्रयोगत्वेन अवच्छिन्नजनकता तस्य सः आश्रयः भूत्वा यः शब्दप्रयोगः अस्ति ओके अधुना चित्रम् एकवारं परिशीलयामश्चेत् अत्र ज्ञानम् अस्ति ज्ञाननिष्ठ जन्यता अत्र कार्यता इत्युक्ते जन्यता वयं स्वीकुर्मः ज्ञान निष्ठा जन्यता अत्र निरूपित एकं भगिनि अत्र क्षम्यतां यदा भवती ज्ञाननिष्ठकार्यता अथवा जन्यता इति वदति तत्र ज्ञाने ज्ञानत्वमपि अस्ति कार्यता अपि अस्ति अथवा जन्यता अपि अस्ति खलु तर्हि तत्र ज्ञाने ज्ञानत्व अवच्छिन्न जन्यता इति साधुप्रयोगः ज्ञान ज्ञानत्व यद् ज्ञाने अस्ति ज्ञानत्व अवच्छिन्न तत् कार्यता जन्यता निरूपित अत्र कारणता इत्युक्ते जनकता जनकता आश्रय शब्दप्रयोगः जनकता अत्रापि शब्दप्रयोगे जनकता अस्ति जनकत्वम् अपि अस्ति जनकता जनकत्वं समानं खलु तत्र जनकता केन अवच्छिन्ना भवति ओ शब्दप्रयोगत्वेन शब्दप्रयोगत्वम् अस्ति जनकता अवच्छेदकशब्दप्रयोगत्वं यदस्ति तद् शब्दप्रयोग एकक्षणं विपरीतदिश्यां खलु भगिनि शब्दप्रयोग अवच्छिन्न जनकता शब्दप्रयोग अवच्छिन्न शब्दप्रयोगत्व क्षम्यतां मम दोषः शब्दप्रयोगत्व अवच्छिन्न जनकता खलु यतोहि तत्र तद्वृत्तिधर्मेण अवच्छिन्ना भवति शब्दप्रयोगत्व अवच्छिन्न जनकता तस्य आश्रयः शब्दप्रयोगः नौ अधुना अत्रापि शब्दप्रयोगे कार्यता अस्ति काले कारणता अस्ति अधुना यः शब्दप्रयोगः वयं निरूपितवन्तः तत् शब्दप्रयोगः कालं विना न सम्भवति इति कालः भवति यतोहि अधुना अहं वदामि इति कृत्वा काले वदामि इति कृत्वा कालं भवति जनकः सो शब्दप्रयोगः भवति अधुना कार्यता कार्यं कालः भवति कारणं शब्दप्रयोगः कालं विना न सम्भवति इति कालः तस्य जनकः तत् निरूपितजन्यता जनकनिरूपितजन्यता अत्रापि कालनिष्ठ जनकतानिरूपितकार्यता आश्रयशब्दप्रयोगः इति कृत्वा तन्निरूपितजन्यता अपि शब्दप्रयोगे अस्ति तत् जन्यता इति एकत्र एव शब्दप्रयोगे द्वौ सन्ति शब्दप्रयोगे प्रथमतया शब्दप्रयोगे ज्ञाननिष्ठकार्यता अस्ति यतोहि शब्दप्रयोगः जनकः अस्ति ज्ञानः जन्यः अस्ति शब्दप्रयोगे ज्ञाननिष्ठकार्यता निरूपितकारणता अपि अस्ति किन्तु शब्दप्रयोगः पुनः जन्यः अस्ति कालं जनकः अस्ति इति कृत्वा शब्दप्रयोगे अपि कालनिष्ठकारणतानिरूपितकार्यता सो अतः द्वौ वर्तते शब्दप्रयोगे अति उत्तमं भगिनी अति उत्तमम् अवगच्छन्ति वा सर्वे तत्र तत्र किञ्चित् जाटिल्यम् अस्ति तर्हि एवं कुर्मः तत्र रामकार्तिक् महोदय भवान् तत्र किञ्चित् चित्ररूपेण वदतु तत्र कस्मिन् किम् अस्ति इति अस्तु तत्र प्रथमः कालशब्दप्रयोग तत्र घटात् आरभ्य वदति महोदय तत्र तदेव अस्माकं क्रमः अस्ति खलु इदानीं घटात् आरभ्य कुत्र पर्यन्तं कालपर्यन्तं वा तर्हि घटनिष्ठविशेष्यता निरूपित ज्ञान घटनिष्ठ अवच्छिन्ना विशेषता अस्तु इति प्रथमं तर्हि तत्र घटे अत्र घटत्वमस्ति घटे विशेष्यता अपि अस्ति घटनिष्ठ घटत्व अवच्छिन्न विशेष्यता इति प्रथमम् अनन्तरं तत्र अतीतत्वम् अतीतत्व निष्ठ अतीतत्वं क्षम्यताम् अतीतत्वनिष्ठ अतीतत्व अवच्छिन्न प्रकारता द्वितीयम् अस्ति इत्युक्ते तत्र अतीतत्वम् इति विशेषणमस्ति तस्मिन् अतीतत्वम् अतीतत्वं अपि च तस्मिन् प्रकारता अतीतत्व अवच्छिन्न प्रकारता इदानीं विषयता प्रकारता ताभ्यां निरूपकं ज्ञानं विशेष्यता क्षम्यतां विशेष्यता प्रकारता ताभ्यां निरूपकं ज्ञानं ज्ञाने किम् अस्ति ज्ञान तत्र ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्न जन्यता अस्ति उत्तमं तर्हि ज्ञाने इदानीं ज्ञानत्वम् अस्ति ज्ञाने जन्यता अथवा कार्यता द्वयमपि समानं ज्ञानमिति कार्यम् अथवा जन्यं तर्हि ज्ञाने जन्यता अथवा कार्यता तर्हि ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्न जन्यता तया निरूपित किं तया निरूपित शब्दप्रयोग निष्ठ शब्दप्रयोगत्वं त्व अवच्छिन्न जनकता निरूपिता जनकता इदानीं तत्र तत्र जन्यता इत्युक्ते कार्यता कार्यता निरूपयति तत्र कारणम् अथवा जनकः इदानीं जनकता अथवा कारणता तर्हि जन्यता निरूपितजनकता कीदृशी जनकता इत्युक्ते तत्र शब्दप्रयोगत्व अवच्छिन्न जनकता इति शब्दप्रयोगः. शब्दप्रयोगः इदानीं जन्यमस्ति अथवा कार्यमस्ति. कस्य अति तत्र अन्तिमभागः कः? तत्र पुनः शब्दप्रयोग क्षम्यतां शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न जन्यता तत्र अस्ति. तदनन्तरं तत्र काले निष्ठ तया निरूपिता कालनिष्ठजनकता इति हा अथवा तया निष्ठ क्षम्यतां तया निरूपित तत्र जन्यता निरूपित जनकता आश्रयः कालः इति वक्तुं शक्नुमः. तत्र इति तत्र अस्माकं चित्रमपि भवति. तत्र चित्रं रचयामः चेत् तत्र अतीवसुलभेन वयम् अवगन्तुं शक्नुमः. नो चेत् तत्र निश्चयेन जाटिल्यं भवति इति. तर्हि मम प्रार्थना अस्ति कृपया तत्र अस्मिन् विषये चित्रं रचयतु. रचित्वा तत्र प्रश्नः अस्ति चेत् मां पृच्छतु अथवा चित्रं निरूप्य तद् मम प्रति प्रेषयतु. वयं प्रायः किञ्चित् परिष्कर्तुमपि शक्नुमः तत्र अन्यैः चित्रैः किञ्चित् अन्यान् चित्रान् अपि दृष्ट्वा. अस्तु, तर्हि तत्र अतीवसुलभं भवति. नो चेत् तत्र बहु काठिन्यं भवति अथवा भ्रमः एव जायते तत्र. किमर्थं चेत् तत्र वाक्यम् अपि च शब्दं बहु दीर्घवाक्यं दीर्घशब्दः अपि भवति. तर्हि किमपि न अवगन्तुं शक्नुमः. अस्तु, इदानीं तत्र अवगच्छन्ति वा तत्र कस्मिन् किम् अस्ति इति? प्रश्नः अस्ति वा? पुनः एकवारं दर्शनीयं. पुनः एकवारं चित्ररूपे दर्शनीयं. हा, तर्हि भवान् एव वदतु किञ्चित्. तत्र प्रत्येकं स्वीकृत्य तत्र अतीतत्वं तत्र अस्मिन् पुटे एव तत्र किं वदामः तत्र बेस्लैन् चित्रमिति वक्तुं शक्नुमः खलु. तत् किञ्चित् अस्ति तत्र एव. इतोपि तत्र केवलम् अत्र यद् नास्ति चेत् तत्र वृत्तिधर्मः एव अत्र नास्ति पश्यामः चेत्. अन्यत् सर्वम् अस्ति. तत्र केन अवच्छिन्ना इति भागः एव अत्र न उक्तः. तर्हि तदेव स्वीकृत्य भवान् वदतु महोदय. तत्र घटः घटे विशेषता अस्ति. विशेषता केन अवच्छिन्ना भवति? बालसुब्रह्मण्यं महोदय अस्ति वा? तत्र घटे विशेषता अस्ति खलु. घटे विशेषता केन अवच्छिन्ना भवति? अन्यत् सर्वं पश्यतु. केवलम् इदानीं घटः विशेष्यता. तत्र घटे विद्यमानः धर्मः कः? घटे विद्यमानधर्मः घटत्वम् अपि च घटत्वं. तावदेव घटत्वं. तर्हि घट विशेष्यता अवच्छिन्ना भवति घटत्वेन. तथैव तत्र अतीतत्वम् इति अस्ति खलु. तस्मिन् विद्यमानधर्मः कः? विद्यमानधर्मम् अतीतत्वम्. तावदेव. तर्हि प्रकारता केन अवच्छिन्ना भवति? अतीतत्वेन. उत्तमं. तर्हि वाक्यं किं भवति? अतीतत्व अवच्छिन्नप्रकारता इति खलु अतीतत्वेन अवच्छिन्नप्रकारता न अति यथा वयं समासपदं वदामः तर्हि तत्र विभक्ति लुप्तः भवति खलु तर्हि तत्र अतीतत्वत्व अवच्छिन्नप्रकारता तथैव घटत्व अवच्छिन्नविशेष्यता इदानीं पर्याप्तं महोदय अहं ध्वनिमुद्रणमूलं पुनः एकवारं चिन्ता नास्ति तदेव अग्रे आगच्छति तदर्थमेव अहं वदामि तर्हि तत्र धन्यवादः महोदय सन्देहः नास्ति परन्तु न न महोदय अग्रे पठतु अग्रे तत्र मुख्यं न न तथा नास्ति इदानीम् अग्रिमपरिच्छेदः पठतु भवानेव पठतु तथा च आहत्य अतीतत्वत्वा अवच्छिन्नप्रकारतानिरूपितघटत्व अवच्छिन्न विशेष्यतानिरूपकज्ञाननिष्ठज्ञानत्व अवच्छिन्न कार्यतानिरूपितशब्दप्रयोगत्व अवच्छिन्न कारणत आश्रय शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यतानिरूपित कारण कारणत आश्रयत्वं कालस्य लक्षणम् इति वाच्यम् इदानीं तद्वाक्य तद् एकमेव पदमस्ति खलु परन्तु तत्र तस्य पदस्य अवगमनाय तत्र चित्रं रचयामः चेत् यथा भवान् तत्र प्रथम भागम् उक्तवान् खलु तत्र अतीतत्व अवच्छिन्नप्रकारता अपि च घटत्व अवच्छिन्नविशेष्यता इति तथैव तत्र प्रत्येकं भागं स्वीकृत्य तत्र ज्ञाने किं किम् अस्ति शब्दप्रयोगे किं किम् अस्ति इति पृथक् पृथक् कृत्वा तत्र चित्रं लिखित्वा विरच्य पश्यामः चेत् तत्र बहु सौलभ्यं भवति तत्र केवलम् एतत् पदं पठामः चेत् किमपि अवगमनं न भवति परन्तु अस्माकं पुरतः तत्र चित्रमस्ति चेत् तत्र किमपि क्लेशः नास्ति करोमि हा ज्ञाने किम् अस्ति इदानीं वदतु ज्ञाने निरूपकप्रकारता ततः पूर्वं कार्यता अस्ति कार्यता अस्ति सत्यं ज्ञानस्य धर्मः कः ज्ञानस्य धर्मं यथा घटे घटत्वं ज्ञाने किम् अस्ति ज्ञानत्वम् इति उत्तमं तावदेव तर्हि तत्र ज्ञानत्व अवच्छिन्नकार्यता ज्ञानत्व अवच्छिन्नकार्यता अग्रे गच्छतु इदानीं शब्दप्रयोगः अस्ति खलु शब्दप्रयोगस्य धर्मः कः शब्दप्रयोगत्वम् इति हा उत्तमं तर्हि शब्दप्रयोगत्वम् अस्ति चेत् शब्दप्रयोगे कारणता अपि अस्ति खलु तर्हि तत्र कारणता केन अवच्छिन्ना भवति न न कार्यता मास्तु इदानीं कारणता अस्ति तत्र धर्मः कः भवान् इदानीमेव उक्तवान् शब्दप्रयोगत्वम् इति धर्मः तर्हि कारणता केन अवच्छिन्ना भवति न न इदानीमेव उक्तवान् खलु धर्मः धर्मेण यथा ज्ञानत्व अवच्छिन्न कार्यता शब्दप्रयोगत्वेन अवच्छिन्न कारणता उत्तमं, तर्हि तत्र शब्दप्रयोगत्व अवच्छिन्नकारणता अस्ति शब्दप्रयोगे, शब्दप्रयोगे कार्यता अपि अस्ति खलु, शब्दप्रयोगं तत्र एकत्र एव द्वौ अपि स्तः इति वयं पूर्वम् उक्तवन्तः, तत्र ज्ञानं प्रति कारणं भवति शब्दप्रयोगः, शब्दप्रयोगः स्वयं कार्यं भवति कालस्य कारणेन. तर्हि तत्र कार्यतायाः अवच्छेदकः कः इदानीं? शब्दप्रयोगत्व अवच्छिन्न कार्यता. उत्तमं, कार्यता निरूपयति कारणं खलु, तर्हि तत्र कारणता, तर्हि शब्दप्रयोगत्व, हा तावदेव, अति उत्तमम्. इदानीं तद्वा तद् यद्भवान् पूर्वं पठितवान् तदेकवारं पुनः पठतु, इदानीम् अवगमनम् इतोपि सम्यक् स्यात्. महोदय बहु धन्यवादः. चिन्ता नास्ति महोदय, पुनः एकवारं पठतु. तथा च आहत्य अतीतत्व अवच्छिन्नप्रकारतानिरूपित घटत्व अवच्छिन्न विशेष्यतानिरूपित निरूपक ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्न कार्यतानिरूपित शब्दप्रयोगत्व अवच्छिन्न कारणता आश्रय शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यता निरूपित कार्यण निरूपित कारणत आश्रयत्वं कालस्य लक्षणम् इति वाच्यम्. इदानीं अवगमनं किञ्चित् अधिकम् अभवत् वा? निश्चयेन. अस्तु, धन्यवादः. तर्हि तत्र चित्रं विरच्य प्रति प्रेषयतु. अस्तु अस्तु, तद्वाहं सम्पूर्णं करोतु महोदय. एवं घटो वर्तमानः. पठामि महोदय? हा हा हा. एवं घटो वर्तमानः घटो भविष्यति इति शब्दप्रयोगौ आदाय ताभ्यां जायमानौ बोधौ तत्र प्रकारौ वर्तमानत्वभविष्यत्वे प्रकारता अवच्छेदके वर्तमानत्वभविष्यत्वत्वे ज्ञात्वा अभ्यसनीयम्. इत्युक्ते तत्र इदानीं वयं घटः अतीतः इति विषये चित्रं सर्वं रचयित्वा तत्र कथं भवति, कुत्र प्रकारता अस्ति, कुत्र विशेषता अस्ति, ज्ञानं कथं भवति इति तत्सर्वं वयं दृष्टवन्तः. तथैव तत्र घटः वर्तमानः अथवा घटः भविष्यति इति भवति चेत् तत्र वर्तमानत्वं भवति प्रकारः, यथा घटः भविष्यति इति अस्ति चेत् भविष्यत्वं भवति प्रकारः, तत्र प्रकारता केन अवच्छिन्ना भवति इति तत्सर्वं तत्र प्रकारता अवच्छिन्ना भवति वर्तमानत्वेन अथवा भविष्यत्वेन खलु, तथा तत्र किञ्चित् तत्र उदाहरणरूपेण दत्तमस्ति. तत्र अतीतः घटः इति विषये वयं प्रसङ्गे वयं दृष्टवन्तः विस्तारेण, तथैव तत्र घटः वर्तमानः अथवा घटः भविष्यति इति भवति चेदेव तत् तथैव भवति इति तत्र दत्तमस्ति, तावदेव. अस्तु, उत्तमं. तर्हि एतावत्पर्यन्तं प्रश्नः स्यात् कोऽपि? अस्तु, पुष्पा भगिनी भवती अपि अवगतवती वा, प्रश्नः अस्ति वा? अस्तु अस्तु, तर्हि रामप्रिया भगिनी अग्रे पठति वा सूक्तिललन्तिका? आम् आं भगिनी. सुप्तिललन्तिका. म्यूट् अस्मि. अवगन्तम् अवगन्तं भगिनि. हा धन्यवादः भगिनि. तर्हि तत्र भवती अपि चित्रं रचयतु. अहं लिखामि, लेखिष्यामि. अस्तु, अत्र मम इण्टर्नेट् कनेक्षन् अस्ति. एकनिमिषं, चिन्ता नास्ति भगिनि, चिन्ता नास्ति. इदानीं केवलं शृणोतु, अनन्तरं रचित्वा प्रेषयतु. अस्तु, रामप्रिया भगिनी पठतु. आं भगिनि. कालोपाधिनिरूपणं. कालनिरूपणप्रसङ्गात् तस्य सर्वाधारत्वं कालसङ्कोचकरूपोपादयः कालिकासम्बन्धश्च निरूप्यन्ते. अनादिः अनन्तः खलु कालः. तस्य यथावस्ति अवस्ति तस्य न व्यवहारयोग्यता अस्ति. न हि वयं कुतञ्चित् प्रभृति आरब्धं शाखादिगणनां आधुनिकीं वा क्रिस्ताब्दगणनां विहाय अयं पूर्वम् आसीत्, अयं तदा आसीत् इति व्यवहारामः. उन्नतस्य वा तथा भाषणेन किञ्चित् अवगच्छामः. अतः परिच्छिन्नः केनचित् पदार्थेन कृतकृतः कालः अस्माकं व्यवहारयोग्यः भवति. निदर्शनाय स्वातन्त्र्ययोत्तरकालः इति व्यवहारम् आधाय चिन्तयामः. अनेन परमव्यापकस्यापि कालस्य प्रभृति 2011 पर्यन्तं किञ्चित् शकलं बुद्धौ आरोहति. विषयम् एनं सुविशदं निरूपयामः. कालस्य कालोपाधिनिरूपणं निरूपणं भवति कालस्य कालनिरूपण. प्रथमम् एकक्षणं, तत्र उपाधि इत्युक्ते तत्र येन तत्र भिद्यते इति एव अत्र अर्थः. तत्र येन बाधं करोति इति विषयः अस्ति. अस्तु, तर्हि तत्र कालस्य, कालः अनन्ताः, आदिः नास्ति, अन्तः नास्ति चेत् तत्र, परन्तु व्यवहारस्य कृते अस्माकं तत्र किञ्चित् तथा भेदं करणीयं. तत्र भेदम् इति न तत्र, परन्तु तत्र भागः करणीयः खलु. तर्हि तत्र अस्माभिः भागः करणीयः भवति. तर्हि तदर्थम् अत्र उपाधिः इति वदामः. तर्हि उपाधिः इत्युक्ते तत्र कालः, आकाशः इत्येषां तत्र तत्र विभुः इति कारणात् तत्र उपाधिः आवश्यकः इति. आकाशस्य विषये तत्र प्रकोष्ठः इति तत्र स्थानभेदात् तत्र उपाधिः भवति. कालस्य कृते तत्र क्रिया उपयुज्य तादृश उपाधिः कुर्मः. तत्र सूर्यस्य गतिः स्वीकृत्य तत्र एकदिनम् अथवा अपि च तत्र एकवर्षः इति एतत् सर्वं कुर्मः खलु. तर्हि तत्र कालस्य विभागः भवति क्रियया. आकाशस्य विभागः भवति स्थलभेदेन. तर्हि तदेव उपाधिः इति वदामः. कालनिरूपणप्रसङ्गात् तस्य सर्वाधारत्वम् इत्युक्ते हा, सर्वाधारत्वम् इत्युक्ते यत्किमपि भवति अस्मिन् विश्वे तत्सर्वं काले अस्ति खलु, तर्हि तत्र कालेन सह तत्र तादृशसम्बन्धः अस्ति, तर्हि तत्सर्वस्य अधिकरणं भवति कालः. तदर्थमेव तत्र अधीतः घटः वदामः चेत् तत्र घटः तत्र अतीतत्वे अस्ति खलु, तर्हि तत्र तादृश यथा घटः भूतले तथा तत्र अतीतत्वे अस्ति घटः इति तादृशसम्बन्धः अस्ति कालेन सह सर्वस्य द्रव्यस्य यत् यत्किमपि जगति अस्ति सर्वस्य, तर्हि तत्र तदेव तत्र सर्वाधारत्वम् इति वदामः. कालः सर्वाधारः इति वा? हा सत्यं, कालः सर्वाधारः, काले सर्वाधारत्वम् अस्ति. कालसङ्कोचक रूप रूपोपादायः रूप उपादयः उपादयः. हा सङ्कोचः इत्युक्ते सङ्कोचः नाम तत्र तत्र येन तत्र विभागः क्रियते इति, तत्र तत्र तस्य मापनं मापनस्य कृते किमपि तत्र लघ्वीकरणं भवति खलु, तर्हि तदेव भवति तत्र सङ्कोचरूप रूपोपादयः इति. ओहो केलेण्डर् इति वा? केलेण्डर् इति न, तत्र किमपि सङ्कोच इत्युक्ते तत्र किमपि प्रायः रेस्ट्रिक्षन् इति वक्तुं शक्नुमः, तर्हि तत्र सङ्कुचित तत्र कालस्य उपाधि उपयुज्य तत्र सङ्कोचः भूत्वा तत्र वयं वदामः खलु तदेव. कालिकासम्बन्धः अपि तद् तु कालिकासम्बन्धः काले वर्तते इति तत् तृतीयम् अस्ति. अनादिः अनन्तः खलु कालः, कालः अनादिः अस्ति अनन्तः अस्ति अर्थमस्ति, अन्तम् अपि नास्ति आदि अपि नास्ति इति. यस्य तस्य यथा अवस्थितस्य न व्यवहारयोग्यता अस्ति, यथा अवस्थितस्य न व्यवहारयोग्यता अस्ति इत्युक्ते इत्युक्ते तत्र आदिः नास्ति अन्तः नास्ति इति तथा वयं चिन्तयामः चेत् तत्र व्यवहारयोग्यः न भवति खलु, तर्हि तत्र ह्यः तथा अभवत् श्वः किमपि भविष्यति इति वयं वक्तुं न शक्नुमः, आदिः नास्ति अनन्तः अन्तः नास्ति इति चिन्तयामः ते. न हि वयं कुतञ्चित् प्रभृति आरब्धां शाकादिगणनां शकादिगणनां शकादिगणनां शकादिगणनाम् इत्युक्ते आम् शक इत्युक्ते वर्षः अथवा युगः इति, शक इयर् इति शाका, तत्तु शाखा परन्तु शखा इत्युक्ते तत्र वर्षः युगः इति तत्सर्वं भवति. आरब्धम् आधुनिकं क्रिस्ताब्दिगणनं क्रिस्टियनीरा विहाय अयं पूर्वम् आसीत् अयं तदा आसीत् इति व्यवहारामः. एतत् पूर्वम् एतत् उन्नमत्रस्य वा तदा भाषणेन किञ्चित् अवगच्छामः. यदा पूर्वम् आसीत् तदा आसीत् इत्युक्ते पूर्वम् एतद् भवति इति भाषणेन अवगन्तुं शक्नुमः. एकक्षणं भगिनि, अत्र उन्मत्तस्य वा तथा भाषणेन किञ्चित् अवगच्छामः इति भागस्य अन्वयः भवति तत्र न हि इति पदेन इति पदद्वयेन, तर्हि न हि उन्मत्तस्य वा तथा भाषणेन किञ्चित् अवगच्छामः इत्युक्ते तत्र तत्र शकादिगणनं अथवा तत्र कुत्साब्दगणनम् इति एतत् सर्वं न कुर्मः चेत् तत्र तान् विहाय केवलम् अयं पूर्वम् आसीत् अयं तदा आसीत् इति कोऽपि वदति चेत् तत्र तादृश उन्मत्तस्य कथनं वयम् अवगन्तुं न शक्नुमः. ओहो हो केवलं तत्र तादृशखण्डः नास्ति चेत् तर्हि कालस्य अवगमनं कथं वा भवेत्? खलु पूर्वम् इत्युक्ते किं, तदा आसीत् इत्युक्ते तदा इत्युक्ते कदा इति, एतत् सर्वं वयं न अवगन्तुं शक्नुमः. टैम् लैन् इति वदामः तदेव किल. हा तथा सत्यं, तत्र किमपि तत्र कालस्य अवगमनार्थं किमपि गणन साधनम् आवश्यकं खलु. अतः परिचिन्नः केनचित् पदार्थेन पृथक् कृतः, परिचिन्नः इत्युक्ते केनचित् पदार्थेन पृथक् कृतः कालः अस्माकं व्यवहारयोग्यः भवति. कालः इति एव परिचिन्नः भवति इति किल. हा कालः परिचिन्नः भवति चेत् व्यवहारयोग्यः भवति. केनचित् उपायेन वयं तत् तस्य परिच्छेदं कुर्मः चेत्, तत्र पृथक् कुर्मः चेत् तथा तत्र व्यवहारयोग्यः भवति. नो चेत् तत्र पूर्वमासीत् तदा आसीत् इति एतादृशप्रयोगे प्रयोगेषु तत्र अर्थः तु सम्यक् न प्रतीयते खलु. निदर्शनाय स्वातन्त्र्य उत्तरकालः इति व्यवहारम् आदाय चिन्तयामः. ओ 1947 अनन्तरं किम् अभवत् इति. स्वातन्त्र उत्तरकालः इत्युक्ते तत्र वयं तु जानीमः, भारतीयाः तु जानीयुः एव तत्र 1947 प्रभृति इति. तथा तत्र भवति यथा तत्र तादृश गणनं भवति चेत् इति. अनेन परमव्यापकस्यापि कालस्य 1947 प्रभृति 2011 पर्यन्तं किञ्चित् शकलं बुद्धौ आरोहति. शकलम् इत्युक्ते वर्षः वा? शकलम् इत्युक्ते भागः अथवा खण्डः भगिनि, खण्डः भवति इति. एतद् कालपर्यन्तं विषयम् एनं सुविशदं निरूपयामः, एनं विषयं सुविशदं निरूपयामः इति अस्ति. हा इत्युक्ते तत्र केवलं तत्र कालस्य कृते उपाधिः आवश्यकी इति, तत्र उपाधि विना तत्र कालः आदिः नास्ति अन्तः अपि नास्ति चेत् तत्र कालस्य व्यवहारहेतुः किमपि साधनम् आवश्यकं. तर्हि तत्र उपाधिः इति स्वीकृत्य तत्र खण्डनं कृत्वा कालस्य व्यवहारं कुर्मः इति अस्ति, तावदेव. अस्तु तर्हि अपर्णा भगिनी अग्रे पठति वा? पार्श्वे पुस्तकं नास्ति भगिनि. क्षम्यता भगिनी, किम् उक्तवती? पार्श्वे पुस्तकं नास्ति. अहं पठामि. आम् पठतु भगिनि. कालस्य गुणनायै अनेके उपायाः अस्मत् पूर्वजैः स्वीकृताः पृथ्वीं सम्यक् अस्ति. अहं मम शृणोति. सम्यक् अस्ति भगिनि, अग्रे पठ. पृथ्वीं परितः सूर्यस्य भ्रमणं प्रकल्प्य तत्र अंशानां षष्ट्यधिकानि त्रीणि शतानि आदाय एकैकांश तुल्यपरिधिभागं किं क्रमितुं यः कालः तत् कालमानं भवेत् इति विचारः प्रक्रान्तः. कालस्य गणना यै अनेके उपायाः अस्मत् पूर्वजैः आदृताः स्वीकृताः पूर्वजैः स्वीकृताः बहु उपायाः सन्ति गणनायै. पृथिवीं परितः सूर्यस्य भ्रमणं प्रकल्प्य तत्र अंशानां षष्ट्यधिकानि त्रीणि शतानि आदाय. तत्पर्यन्तं वदतु भगिनि, एकक्षणं तत्पर्यन्तं वदतु. तत्र पुनः पठनेन परितः सूर्यस्य भ्रमणम् अस्ति, अस्माकं भ्रमणम् अस्ति. सूर्यः पृथ्वीं परितः, हा इत्युक्ते तत्र पृथ्वीं परितः सूर्यस्य भ्रमणम् इति तत्र प्रकल्पे इत्युक्ते तत्र इदानीं तु वयं जानीमः तथा नास्ति खलु, तत्र सूर्यस्य सूर्यं परितः तत्र पृथिव्याः परितः न न न एक भगिनि एकक्षणं तत्र इदानीं वयं जानीमः तत्र सूर्यं परितः तत्र पृथिव्याः भ्रमणं भवति इति, परन्तु पूर्वतनकाले ते तत्र सूर्यस्य उदयः अपि च अस्तमनं सर्वं दृष्ट्वा ते चिन्तयन्ति तत्र सूर्यस्य भ्रमणं भवति, अपि च अद्य सूर्योदयः भवति, द्विवारं सूर्योदयः भवति चेत् ते जानन्ति तत्र यद् मध्यमकालः अस्ति तदेकदिनम् इति. तादृश तत्र सूर्यस्य गतिः दृष्ट्वा ते तत्र कालस्य मापनं कृतवन्तः इति. तत्र षष्ट्यधिकानि त्रीणि शतानि अंशानाम् इत्युक्ते तत्र भागं कृत्वा तत्र एकवर्षः भवति खलु तत्र 360 इति, तथा ते यदा तत्र सूर्यस्य गतिः गच्छति तदनुसृत्य कालस्य मापनं कृतवन्तः इति अस्ति. अग्रे पठतु भगिनि. त्रीणि शतानि 365 क्रमितुं यः कालः एकैकांशतुल्य. भगिनी तत् सर्वम् अभवत्, अग्रे पठतु तर्हि. तत्र तत् कालमानं भवेत् इति विचारः प्रक्रान्तः. ततः सूर्यादि नैरपेक्षेण कालज्ञानाय घटिकायन्त्रं सलम्बकं घटिकायन्त्रं च आविष्कृतं. वाच् विथ् पेन्सिलम् ओके. ततः नैरपेक्षेण इत्युक्ते तत्र निरपेक्षा इत्युक्ते तत्र सूर्यं विना अपि कालस्य मापनं भवतु इति चिन्तयित्वा ते तत्र घटिकायन्त्रं सर्वं निर्मातवन्तः तत्र. परन्तु सर्वत्र जलसिकतां न्यूनाधिकभावे मानं स्थिरं न भवति. परन्तु सर्वत्र जलसिकतादि जलम् अपि च सिकता इत्युक्ते जानन्ति खलु यत् तत्र किमपि तत्र नद्याः तटं गच्छामः चेत् तत्र यद् वयं पश्यामः साधनानां एकक्षणं तत्र जलम् अपि च सिकता तत् स्वीकृत्य ते तत्र घटिकायन्त्रं पूर्वं निर्मितवन्तः, परन्तु तस्य मानं समानं नास्ति इति कारणात् तत्र यदा कालस्य मापनम् अभवत् तत्र विलक्षणं जातम्. तत्र न्यूनाधिकभावे मानं स्थिरं न भवति. लम्बकेऽपि धर्मकाले वेगन्यूनतया, शीतकाले वेगाधिक्याच्च सावधांशानां प्रक्रमाय कदाचित् अधिककालः कदाचित् न्यूनः कालः इति वैषम्यं. कदाचित् अधिककालः कदाचित् न्यूनः कालः इति इत्युक्ते तत्र लम्बकम् इति वदामि. लम्बकम् इत्युक्ते तत्र पेण्डुलम् इति वदामः खलु, तत्र तर्हि तत्र यदा तादृशम् अस्ति तत्र शीतकालः अस्ति चेत् तत्र वेगः किञ्चित् अधिकं भवति. घर्मकालः इत्युक्ते तत्र ग्रीष्मकालः अस्ति चेत् तत्र वेगः किञ्चित् न्यूनम् अभवत्, तर्हि तत्र तथा भवति चेत् तत्र पुनः कालस्य मापने तत्र स्थिरता नास्ति खलु, तर्हि तत्रापि भेदः भवति. घर्मकाले शीतकाले हा हा भगिनि क्षम्यतां, किञ्चित् वेगेन गच्छामः. अहम् एतत् भागं तत्र अद्य समापयितुम् इच्छामि. अतः आधुनिकैः क्वाच्च इति रीतिः आविष्कृता. तत्र क्रियाणां सन्ततौ सूक्ष्मोऽपि न्यूनाधिकभावः न भवति. वाट्स् आफ् एन् एलेक्ट्रिकलि ड्रिवन् क्वार्ट्स् क्रिस्टल्. ओके, अस्तु भगिनि. तर्हि तत्र क्वार्ट्स् इति तत्र किमपि नूतन रीतिः ते निर्मितवन्तः, येन तादृशभेदः न वर्तते इति न उच्यते. उत्तमं, तर्हि रामकार्तिक् महोदय पठति वा. आम्, इह अवलोक्यतां पञ्चभिः क्रियाभिः निमिषशरः द्वादशात् बिन्दोः प्रथमं बिन्दुं प्राप्नोति. ताभिः पञ्चभिः क्रियाभिः व्यापकस्य कालस्य सङ्कोचः जातः. तथा प्रथमबिन्दोः द्वितीयबिन्दुं यातुं पञ्चभिः क्रियाभिः तावानेव कालः सङ्कुचितो भवति. एवम् एव अग्रेपि तादृश क्रियासमुदायः तुल्यकालपृथक्कर्ता, फलानि, घटिका, होरा, प्रहरः, दिनं, सप्ताहः, पक्षः, मासः, वत्सरः इत्येवं व्यवहारयोग्यः भवति. तत्र कथं कालस्य खण्डनं करणीयम् इति दत्तमस्ति. तर्हि तत्र वयं जानीमः एव अत्र तु घटिः तत्र गट्याः कार्यं कथं भवति इति दत्तमस्ति. तावदेव इति चिन्तयामि. तावदेव, तर्हि तत्र प्रथमबिन्दुतः द्वितीयबिन्दु गच्छति चेत् तत्र तत्र शरः पञ्चवारं गच्छति खलु, तर्हि तत्र तादृशक्रियासमुदायः स्वीकृत्य एव तत्र कालस्य निर्माणं क्षम्यतां कालस्य मापनं भवति इति. पुष्पा भगिनी म्यूट् करोतु. तर्हि तत्र प्रथमं तत्र तादृशक्रियासमुदायेन तत्र निमिषः तत्र फलानि, घटिका, होरा, प्रहरः इति भिन्नभिन्न मानमेव तत्र कालस्य कृते तत्र दिनं सप्ताहः पक्षः मासः इति तथा गच्छति, तथा तत्र तादृशक्रियासमुदायेन तत्र कालस्य मापनं भवति इति तावदेव अस्ति एतावत्पर्यन्त. अस्तु, तर्हि अत्र अद्य स्थगयामः. प्रायः प्रश्नः न स्यात्, तत्र चित्रं रचयित्वा तत्र प्रश्नः अस्ति चेत् निश्चयेन ईमेल् प्रेषयतु, अपि च आगामिसप्ताहे मेलिष्यामः. धन्यवादः, शुभरात्रिः. धन्यवादः भगिनी.